नमस्कारः, लृङ्लकारः इति करपत्रम् अनुवर्तते। तर्हि तत्र आरम्भतः एकवारं तत्र पुनःस्मरणत्वेन किञ्चित् पश्यामः। तत्र सूर्यकुमारी भगिनी, आरम्भे यत् लिखितमस्ति तत् तस्मिन् विषये वक्तुमिच्छति वा? लृङ्लकारः लृङ्लकारः इति लृङ्लकार भगति आरम्भतः किं वदतु, मा पठतु भगिनि, केवलं मुख्यांशः। ओके, लृङ्लकारः आर्धधातुकप्रक्रियायां वयं पठामः निच् अनिट् प्रत्ययः निच् अत्र न भगिनि, पूर्णतया मा पठतु। तत् सर्वं तु तत्र किम् अस्ति आवश्यकं खलु, मुख्यांशाः के के सन्ति अत्र? आर्धधातुकप्रक्रियासु अन्यतमः अस्ति, किन्तु तत्र इडानुकूलः अस्ति। किमर्थम् इत्युक्ते अत्र तु स्यतासि लृलृटोः इत्यनेन मध्ये स्य प्रत्ययः आयाति खलु, लृङ्लकारः अपि लृ इति लकारेण गृह्यते। तर्हि स्यतासि लृलृटोः इत्यनेन स प्रत्ययः, विकरणप्रत्ययः मध्ये आयाति। तदा तु सः तु आर्धधातुकसीड् वलादेः इत्यनेन इडानुकूलः भवन्ति। आमाम्। तर्हि तदनन्तरं किम् आसीत् तत्र, किं स्यप्रत्ययः आर्धधातुकसंज्ञकः इत्यनेनैव तत्रापि तत्र किम् अस्ति, प्रक्रिया तु आर्धधातुकप्रक्रिया इति वयं वदामः। तदनन्तरं किम् उक्तम् आसीत् तत्र, किं तत्र लृङ्गः परिचयः इति कृतं खलु, तत्र लृङ्गः परिचयार्थं प्रथमं तु लिङ् लृङ्गः परिचयार्थं लिङ्लकारस्य, क्षम्यतां, लृङ्लकारस्य तु सूत्रमस्ति, विधायकसूत्रमस्ति। तत्र एकं तत्र भिन्नभिन्नसूत्राणि सन्ति विधायकसूत्राणि। तत्र प्रथमविधायकसूत्रं तु लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति अस्ति, अतिपत्तौ इति अस्ति। तत्र लिङ् निमित्ते इत्युक्तमस्ति इति कृत्वा प्रथमं लिङ् निमित्तं किम् इति वयं पश्यामः। तदर्थं हेतुहेतुमतोर्लिङ् इति सूत्रं पठितम् अस्माभिः आदौ, लिङ्विधायकसूत्रं पठितं वयम् अस्माभिः पठितं। तत्र उक्तमस्ति यत्र लिङ् इत्यस्य कदा भवति इत्युक्ते लिङ्लकारस्य विधानं भवति यत्र, सम्भवार्थे विधानं भवति यत्र हेतुवाक्यं वर्तते, अनन्तरं हेतुमान् अपि वाक्यमपि अस्ति चेत्, यत्र हेतुवाक्यं हेतुमान् वाक्यमपि अस्ति तर्हि वाक्यद्वयं भवेत्। तदा तु तत्र तु लिङ्लकारस्य विधानं भवति विकल्पेन। अत्र तु विभाषा इति अनुवृत्तिः अस्ति इति कृत्वा विभाषा तत्र तत्र किम् अस्ति, भविष्यत्कालार्थे लिङ्लकारस्य, किमर्थम् इत्युक्ते सम्भावना एव खलु, तर्हि तावत्पर्यन्तं न सञ्जातम्, अधुनापि न सञ्जायते इति कृत्वा भविष्यत्कालार्थे लिङ्लकारस्य विधानं विकल्पेन भवति। तत्र तु किं भवति, तत्र तत्र किम् आसीत् तत्र लृट्लकारः अपि अन्यस्मिन् पक्षे प्रयोक्तुं शक्यते भविष्यत्कालार्थे अस्ति इति कृत्वा। तर्हि मुख्य अंशः अस्ति लिङ्लकारस्य निमित्तम् अस्ति हेतु हेतुमत् तत्र वाक्यद्वयम् उपस्थितौ तत्र तत्र तु लिङ्लकारस्य विधानम् इति। तर्हि अग्रिमं सूत्रं लृङ्विधायकसूत्रं किं वदति, लिङ्निमित्ते लृङ् क्रिया अतिपत्तौ, यत्र लिङ्गः एव निमित्तं किन्तु क्रियायाः अतिपत्तिः अस्ति चेत् तदा तु लिङ् बाधयित्वा लृङ्लकारस्य विधानम्। अत्र पुनः अत्र सूत्रे अपि पुनः भविष्यत्कालार्थे इति अनुवर्तते इति वयम् उक्तवन्तः खलु, अनेन सूत्रेण भविष्यत्कालार्थे विधानम् अस्ति, लृङ्लकारस्य विधानम् अस्ति, यत्र पुनः लिङ्निमित्ते इत्यनेन हेतुवाक्यम् अनन्तरं हेतुमान् वाक्यद्वयमपि उभयोः अपि उपस्थितिः अस्ति, तदा यत्र क्रियायाः असाफल्यं भवति चेत् अस्ति चेत् तदा तु भविष्यत्कालार्थे असम्भवार्थे तत्र लृङ्लकारस्य विधानम् अस्ति। इति तत्र लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति उक्तं पठितम् अस्माभिः. नित्यमस्ति वा भगिनि, अन्यतः वदतु भगिनि. अपि नित्यम् अस्ति, नित्यम् अस्ति भाषा इत्यस्य अनुवृत्ति अन्य लकारः न भवितुं शक्नोति. यत्र क्रियायाः अतिपत्ति चेत् तत्र तु नित्यं लृङ् एव भवतु, अन्य विकल्पः एव नास्ति. अस्तु, अन्यत् किमपि वक्तव्यं वा? न भगिनि, इति साधु. तदनन्तरं किम् अस्माभिः दृष्टं, तत्र भूतकालार्थे अपि यत्र भविष्यत्कालार्थे असम्भावनार्थे लृङ्लकारस्य विधानं, तथैव भूतकालार्थे अपि लिङ्लकारस्य विधा तत्र लृङ्लकारस्य विधानं भवति. पुनः निमित्तानि तु सामान्यानि भवन्ति, लिङ् निमित्ते इति अपि अनुवृत्तिः अस्ति, अनन्तरं क्रियातिपत्तौ इत्यपि निमित्तम् अस्ति, किन्तु अत्र तु भविष्यत्कालार्थे नास्ति, किं भूते अस्ति इति कृत्वा भूते च इति सूत्रेण भूते विधानं भवति. यत्र भूतकाले इत्युक्ते यत् सञ्जातं, तत्र तु क्रियायाः अतिपत्तिः इत्युक्ते क्रिया तु क्रियायाः असफलता वयं तत्र सूचयामः, तदा तत्र लृङ्लकारस्य विधानं भवति. पुनः यथा सरला भगिन्या उक्तम् आसीत्, अत्रापि विभाषा नास्ति. यत्र क्रियायाः अतिपत्तिः अस्ति चेत् तत्र तु तत्र साफल्यं न जातम् इति कृत्वा न जायते इति कृत्वा अत्र तु अन्य लकाराणां विकल्पः न भवति, केवलं तत्र नित्यं लृङ्लकारस्य एव विधानं भवति भूते च इति सूत्रेण खलु. भूते अथवा भविष्यत् अपि लृङ्लकारः नित्यं भवति वा? उभयत्रापि लृङ्लकारः नित्यं भवति, अत्र विभाषा इत्यस्य अनुवृत्तिः नास्ति उभयत्रापि. तर्हि अग्रे तु नूतनांशस्य पश्यतु इति अपि बहु मुख्यं बिन्दु अस्ति. भूते च तस्य अनुवृत्ति अधोभागे आगच्छति, अद्य पठामः कुत्र विकल्पः अस्ति कुत्र नित्यम् अस्ति. द्वित्रि इति सूत्रसङ्ख्याक्रम किम् अस्ति इति अपि अस्माभिः मनसि सूर्यकुमारी भगिनी पठति वा भूते च इति? तत्र द्वितीयपङ्क्तिः अस्ति खलु भूते च इति पङ्क्तिः. भूते च द्वितीयभूते च भगिनि? आं भगिनि, सूत्रं पठामि वा, विवरणं पठामि वा? तत्र पुनः आं तत्र पठतु इति सूत्रस्य प्रवर्तनं. इति सूत्रस्य प्रवर्तनं कुत्र कुत्र इति चेत् इतः आरभ्य उत्थाप्यो समर्थयोर्लिङ् इत्यस्मात् पूर्वं यावत् येषु सूत्रेषु लिङ्गनिमित्तं भवति तत्र सर्वत्र विकल्पेन नाम विकल्पेन भूते च इत्यनेन लृङ्विधानम् अपि च उत्थाप्यो समर्थयोर्लिङ् इत्यस्मात् अग्रे गत्वा यत्र यत्र लिङ्गः निमित्तं भवति तत्र सर्वत्र भूते च इत्यनेन लृङ्विधानं नित्यम्. ओके, तदर्थं भूते च इत्यस्य काशिकवृत्तौ दत्तमस्ति यत् उत्थाप्योः समर्थयोर्लिङ् इत्यारभ्य लिङ् निमित्तेषु विधानम् एतत्. प्राक् ततः विकल्पं यक्ष्यति इति. अपि च उत्थाप्योः समर्थयोर्लिङ् इत्यस्य काशिकवृत्तौ दत्तमस्ति यत् उत्थाप्योः इति विकल्पः निवृत्तः इतः प्रभृति भूते अपि लिङ्निमित्ते क्रियातिपत्तौ नित्यं लृङ् भविष्यति सर्वत्रैव नित्यः आहत्य भूते च इत्यस्य प्रवर्तनं विकल्पेन उतापयो समर्थयोर्लिङ्ग इत्यस्मात् पूर्वं यावत् अपि च नित्यम् उतापयोः समर्थयोर्लिङ्ग इत्यस्मात् आरभ्य इदमपि बोध्यं यत् सर्वत्र सर्वेषु प्रसङ्गेषु भविष्यत् विवक्षायां लृङ्विधानं तु नित्यमेव. तत्र विभजनमस्ति, यत्र भूते च नित्यं, यत्र भूते च वैकल्पिकम्. उतापयोः समर्थयोर्लिङ्ग तत्र आरभ्य लिङ्गलकारस्य प्रसक्तिः अस्ति. तत्पूर्वं भूते च विकल्पेन भूते च इत्यनेन लृङ्विधानम् तत्र मया अवगतं सम्पूर्णं नास्ति भगिनि. भूते च इति सूत्रस्य प्रवर्तनं कुत्र कुत्र इति चेत् इतः आरभ्य उतापयो समर्थयोर्लिङ्ग इत्यस्मात् पूर्वं यावत् लिङ्गः निमित्तं भवति तत्र सर्वत्र विकल्पेन तदर्थं यत्र लिङ्गनिमित्तं भवति. क्षम्यतां भगिनि, म्यूट् मध्ये आसं, वदन्ती अस्मि. तर्हि अत्र 33140 अस्ति. सूत्रसङ्ख्यां पश्यामः तत्र किं किम् इति. तत्र 139 भवति लिङ्निमित्ते लृङ्क्रियातिपतौ इति अस्ति खलु. तदनन्तरं हेतुमतोर्लिङ् इति तु 156 अस्ति. एतत्तु 139 अस्ति लृङ्विधायकसूत्रं. प्रथमं तु लिङ्निमित्ते क्रियातिपतौ 139. तदनन्तरं किम् अस्ति 140 अस्ति भूते च इति अस्ति. तदनन्तरं 142 अस्ति उतापयोः समर्थयोर्लिङ् इति सूत्रमस्ति. अत्र किं वदति 152 ओके, आम् 152 अस्ति. तर्हि भूते च इति सूत्रस्य प्रवर्तनं कुत्र कुत्र इति चेत् इतः आरभ्य उतापयोः समर्थयोर्लिङ् इत्यस्मात् पूर्वं यावत् येषु सूत्रेषु लिङ्गः निमित्तं भवति तत्र सर्वत्र विकल्पेन नाम विकल्पेन भूते च इत्यनेन लृङ्विधानम् इत्युक्ते लिङ्निमित्ते इति अनुवृत्तिः अस्ति खलु. भूते च इत्यस्मिन् लिङ्निमित्ते इति अनुवृत्तिः अस्ति. तर्हि लिङ्निमित्ते इति लिङ्गः निमित्तं कुत्र कुत्र भवति इति अग्रे सूत्रेषु आयास्यति. अनेकानि सूत्राणि सन्ति. तत्र यत्र यत्र लिङ्निमित्तं भवति तत्र सर्वत्रापि विकल्पेन भूते च इति भवति, विकल्पेन भूते च इत्यनेन लृङ्गः विधानं भवति इत्युक्तमस्ति. इत्युक्ते स्टार्टिङ्ग् फ्रम् 140 अण्टिल् 141 खलु. 140 एक्स्क्लूसिव् 140 इस् भूते च नित्यम् अस्ति तस्मात् उत्तरं 141. ओ अस्तु, तर्हि 140 पश्यामः. पुनः 141 अपि वोतापयो अपि अधिकारसूत्रं विकल्पेन अस्ति, तस्य विकल्प अधिकार अस्ति वा इति अनुवृत्ति वोतापयोः इत्यनेन वा इति अनुवृत्ति ततः आरप्स्यते. आहत्य 142 आन्वर्ड्स् भगिनि, आहत्य 142 आन्वर्ड्स्. किन्तु 141 मध्ये अपि तत्र वा इति विकल्पः अस्ति, ततः आरभ्य एव वैकल्पिकं तत्र 141 टु 151 एतत् पर्यन्तं यत्र यत्र लिङ्निमित्ते लिङ्ग् क्रियातिपत्तौ अस्ति तत्र लिङ्ग् विधानं भवति तत्र हेतुमद्भावः इति केवलं हेतु हेतुमद्भावे लृङ् वदानम् इति नास्ति, अन्यत्रापि लिङ् निमित्तम् अस्ति इति गृह्यते। तर्हि तादृश यत्र यत्र लिङ् निमित्तं भवति तत्र तत्र यदि क्रियातिपतिः अस्ति चेत् भूतकालार्थे तत्र तु भूते च इत्यनेन तत्र तत्र ओताप्योः इच्छारभ्य तत्र वैकल्पिकं भवति इति खलु। आम् तु आहत्य दश सूत्राणि भवति, किन्तु अग्रे आगच्छति त्रीणि सूत्राणि सन्ति यत्र लिङ्गनिमित्तं नास्ति, तत्र भूते च ओताप्यो तस्य अपि प्रसक्तिः न भवति। तु केवलं सप्तसूत्राणि सन्ति यत्र भूते च ओताप्यो इति अनुवृत्ति आगच्छति, तत्र विकल्पेन लिङ्गकालस्य विधानं भवति भूते भूतकालार्थ। तर्हि किमर्थमस्ति अत्र भूते च इति भूते च अनन्तरं भूते च इति सूत्रे तु उक्तमस्ति लिङ्निमित्ते इत्येव तत्र अनुवृत्तिः अस्ति। तर्हि लिङ्गः निमित्तं कुत्र कुत्र अस्ति इति पश्यामः चेत् ऊताप्योः इति आरभ्य तत्र पुनः तत्र 142 or 141 आरभ्य तत्र 152 पर्यन्तं तत्र 151 पर्यन्तं 152 लिङ्ग् विधानं सूत्रमस्ति, लिङ्गविधानं 151 पर्यन्तं यावत् पूर्व यावत् तत्र तत्र यत्र यत्र लिङ्गनिमित्तम् अस्ति तत्र तत्र यदि क्रियातिपतिः भूतार्थे अस्ति क्रियातिपतिः अस्ति चेत् तत्र तु भूते च इत्यनेन विकल्पेन तत्र लिङ्ग् तत्र लृङ् विधानं भवति। इत्युक्ते तत्र तत्र यदि तत्र विकल्पेन इति वदामः चेत् तत्र लकारद्वयं भवितुमर्हति खलु, लिङ्ग्लकारः अपि भवति लृङ्ग्लकारः अपि भवति वा विकल्पेन इति वदामः चेत्? तर्हि अस्तु, तर्हि उतापयोः समर्थयोर्लिङ्ग् इत्यारभ्य अग्रे गत्वा यत्र यत्र लिङ्गनिमित्तं भवति तत्र सर्वत्र भूते च इत्यनेन लृङ् विधानं नित्यम्। आफ्टर् 152 आन्वर्ड्स् अण्टिल् 151 इट् इस् गोयिङ्ग् टु बि विकल्पेन भूते च इत्यनेन लिङ्गविधानं लृङ्विधानं भवति, बट् स्टार्टिङ्ग् फ्रम् 152 इट् इस् गोयिङ्ग् टु बि नित्यम्। यत्र अतिपतिः अस्ति चेत् इट् इस् गोयिङ्ग् टु बि लिङ्गनिमित्तम् अक्रियातिपतिः अस्ति, भगिनि यथा 156 हेतु मतो लिङ्ग् तत्र क्रियातिपतिः नास्ति तो तत्र लिङ्ग् विधानं नास्ति, परसूत्रमस्ति 152 कन्सिडर् अबौट् क्रियातिपतिः, यत्र यत्र क्रियातिपतिः यत्र यत्र भूतकालार्थे अस्ति तत्र तत्र लिङ्ग् विधानं अण्टिल् 151 इट्स् गोयिङ्ग् टु बि विकल्पेन अण्ड् आफ्टर् 151 इट् इस् गोयिङ्ग् टु बि नित्यम् इति। तदर्थं भूते च इत्यस्य काशिकावृत्तौ दत्तमस्ति यत् उतापयोः समर्थयो लिङ्ग् इत्यारभ्य लिङ् निमित्तेषु विधानम् एतत् प्राक् ततो विकल्पं वक्ष्यति इति। सो एनिथिङ्ग् आफ्टर् उतापयोः समर्थ्यो लिङ् तत्र विधानं तु नित्यं भवति, प्राक् इत्युक्ते पूर्वतनसूत्रेषु विकल्पं वक्ष्यति इति, विकल्पेन भवति इति काशिकायाम् उक्तमस्ति। अपि च उतापयोः समर्थयोर्लुङ् इत्यस्य काशिकावृत्तौ दत्तमस्ति यत् ओतापयोः इति विकल्पो निवृत्तः। सो स्टार्टिङ्ग् फ्रम् सो रिपीटेड्ली महोदय इस् गिविङ्ग् मल्टिपल् स्टेट्मेण्ट्स् वेर् इट् क्लियर् क्लारिफैस् दट् स्टार्टिङ्ग् फ्रम् 150 अण्टिल् 152 अण्टिल् 151 इट्स् गोयिङ्ग् टु बि विकल्पेन and starting 152 it is going to be nityam. So even in otapyo it says that the vikalpa is going to be ending along with this sutra at this sutra at 151 kalu at 140 shamlesamitam at 141 152 it ends no otapyo iti tatra nivruttah iti uktam asti kalu okay ala dattam asti mahode विकल्पं नास्ति इति अस्य अर्थः पठतु परं प्लीस् न महोदय विकल्पं नास्ति इति निवृत्तः बट् इट् इस् सपोस् टु बि विकल्पं रैट् अण्टिल् 152 इट्स् सपोस् टु बि विकल्पम् ओतापयोः इति तु तत्र 141 अस्ति सो इट् हेस् टु बि विकल्पः इति अण्टिल् 141 नाम इट् हेस् टु बि विकल्पम् 142-151 विकल्पम् अस्ति इति पठितवन्तः इदानीम् ओदाप्योद्देशेन विकल्पं निवृत्तः इति निवृत्तः भवति यत्र 152 अस्ति तत्र निवृत्तः अस्ति विकल्पः ओतापयो तत्र अपि च उत इति ओके ओके उतापयोः इत्यस्मिन् दत्तमस्ति तत्र वोतापयोः इत्यस्मात् वा इत्यस्य अनुवृत्तिः या ये तावत्पर्यन्तम् अस्माभिः आनीतः सः अनुवृत्तिः उतापयोः इत्यस्मात् निवृत्तः इति 152 इतः प्रभृति भूतेऽपि लिङ्निमित्ते क्रियातिपत्तौ नित्यं लृङ् भवति इति इतः आरभ्य नित्यं भवति इति भविष्यति तु सर्वत्र एव नित्यः भविष्यत्काले तु तत्र सर्वत्रापि 152 इत्यस्मात् 151 इत्यस्मात् 152 इत्यस्मात् पूर्वं वा परं वा भवतु सर्वत्रापि भविष्यत्काले अपि तु अर्थे तु नित्यः अस्ति इति आहत्य भूते च इत्यस्य प्रवर्तनं विकल्पेन उतापयोः समर्थयोर्लिङ् इत्यस्मात् पूर्वं यावत् अपि च नित्यम् उतापयोः समर्थयोर्लिङ् इत्यस्मात् आरभ्य इदमपि बोध्यमेत् सर्वत्र सर्वेषु प्रसङ्गेषु भविष्यत् विवक्षायां लृङ्गः विधानं तु नित्यमेव पुनः इट्स् द सेम् थिङ्ग् महोदय स्ट्रेस्ड् इन् मल्टिपल् एङ्ग्वेज् सो स्टार्टिङ्ग् फ्रम् भूते इति तु नित्यम् अस्ति अण्ड् स्टार्टिङ्ग् फ्रम् 141 ओतापयोः इत्यस्मात् आरभ्य यत्र यत्र लिङ्ग् विधानं भवति लिङ्ग् निमित्तं भवति तत् अण्टिल् 151 पर्यन्तं यत्र यत्र लिङ्ग् निमित्तम् अस्ति क्रियातिपत्तिः अपि अस्ति चेत् भूते च इति अपि अनुवृत्तिः आगत्य तत्र तु विकल्पेन विधानं भवति भूतकालार्थे भविष्यत्कालार्थे तु नित्यं भवति भविष्यत् इत्यपि अनुवृत्तिः आगच्छति तर्हि भविष्यत्कालार्थे तु नित्यं भवति बट् स्टार्टिङ्ग् फ्रम् 152 आरभ्य बोत् भूते भूतार्थे अण्ड् भविष्यत्कालार्थे यत्र यत्र अतिपत्तिः अस्ति तत्र तत्र नित्यमेव भवति इति उक्तमस्ति प्रश्नः अस्ति वा महोदय प्रश्नः अस्ति ओतापयोः इत्यनेन पर्यन्तं विकल्पम् अस्ति किल आं महोदय सत्यं भूतार्थं भवति परन्तु ओतापयोः काचिकायां उदापयोः समतौल्यम् इत्यस्य आचिकायाः वृत्तौ दत्तमस्ति यत् ओदाप्योः इति विकल्पं निवृत्तम् इत्युक्ते विकल्पः नास्ति किल आं महोदय वाट् एवर् विकल्पः हेस् बीन् स्टार्टेड् फ्रम् ओतापयोः दाट् इस् निवृत्तः स्टार्टिङ्ग् फ्रम् दिस् सूत्र स्टार्टिङ्ग् फ्रम् 141 ओतापयोः 141 ओतापयोः वि आर् गेटिङ्ग् वा अनुवृत्तिः रैट् वा इति विकल्प अनुवृत्तितः आगच्छति देट् अनुवृत्ति इस् एण्डिङ्ग् इन् 152 सो दिस् सेण्टेन्स् इन् ओतापयोः इन् 152 इट् इस् पुट् इन् 152 सो स्टार्टिङ्ग् फ्रम् 152 तादृशविकल्पः निवृत्तः इति वाट् एवर् विकल्पः वि हव् बिन् गिवन् स्टार्टिङ्ग् ओतापयोः 141 that is ending in 152 oh not from 141 to 151 141 to 151 doesn't have it is ended there see utapya samarthayo linga tatra vana datam asti amodaya I was thinking that utapyo anina yat vikalpam asti 141 to 151 तत् निवृत्तः इति अहं चिन्तयामि तदेव अस्ति खलु वाट् एवर् वा इत्यस्य वा इति अनुवृत्तिः निवृत्तः भवति 151 आल्सो हेज़् विकल्प 152 आरभ्य निवृत्तः भवति. सो इट् इस् गिवन् इन् द 152 साशिक 152 इट् सेस् ओके वि आर् नाट् गोयिङ्ग् टु गोयिङ्ग् फार्वर्ड् वि आर् नाट् गोयिङ्ग् टु यूस् वा स्टार्टिङ्ग् फ्रम् दिस् सूत्र वि आर् नाट् गोयिङ्ग् टु यूस् वा. आम् महोदय 152 टु ततःपरं विकल्पं नास्ति, परन्तु 1 टु 151 विकल्पम् अस्ति इति वा? अस्ति एव महोदय, भूतकालार्थे अस्ति एव. तदाम् अहमपि चिन्तयामि. अस्तु महोदय, आफ्टर् देट् नित्यं भवति, नित्यं भवति. धन्यवादः महोदय. भवानेव पठतु वोतापयोजन समीचीनं. तत्र तत्र विकल्पं तदैव अहं प्रश्नः मयि प्रश्नः आसीत्. ओके पठामि, पठामि वा अन्यं ओदाप्योः न अहं चिन्तयामि. भवान् उक्तमस्ति चम्थिङ्ग् इति ओदाप्योः अधिकारसूत्रं वा आ उदाप्योः उदाप्योः समतुल्यलिङ्ग् इत्यस्मात् पूर्वं यावत् नाम आ उदाप्योः वा प्रवर्तते इत्यर्थः. अपि च यत्र यत्र प्रवर्तते तत्र सर्वत्र पूर्वतनसूत्रेण सहितं भवति. भूते लिङ् निमित्ते लिरिङ् वा क्रियाधिपत्तौ, अतः आहत्य उदाप्योः सम्पूर्य लिङ् इत्यस्मात् पूर्वं यावत् भूते विकल्पेन लिङ् निमित्ते क्रियाधिपत्तौ लिरिङ् भवति. उतश्च अपि च तयोरुत्तरयोः द्वन्द्वदण्डः उदापि तयोः उदाप्योः वा अव्ययपदम् आ अव्ययपदम् उदाप्योः सत्यमन्तं त्रिपदमिदं सूत्रम् लिङ्निमित्तं क्रियाधिपत् इति सम्पूर्णसूत्रम् अनुवर्तते. धातोः प्रत्ययः परस्य इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं लिङ्ते भूते च धातोः वा लिरिङ् प्रत्ययः परस्य क्रियाधिपतौ आ उदाप्योः ओदाप्योः सूत्रम् अपि अधिकारसूत्रम्. उदाप्योः लिङ् पूर्वं पूर्वम् इत्युक्ते 141 to 151 पूर्वं यावत् तत् आ उदाप्योः इत्युक्ते यस्य पूर्वं तस्य अर्थः अहं चिन्तयामि. वा प्रवर्तते इत्यस्य लिङ् निमित्तं विकल्पेन अस्ति ओदाप्योः इत्यनेन अधिकारसूत्रेण निर्णयति. अनन्तरं यत्र यत्र प्रवर्तते इत्युक्ते तत् लिरिङ्ग् भवति तत्र सर्वत्र पूर्वतनसूत्रे इत्युक्ते 152 इत्यनेन नित्यं भवति. अतः उदाप्योः समुच्चयो लिङ् इत्यस्य पूर्वं यावत् विकल्पेन अस्ति तत् लिरिङ्ग् एव इत्युक्ते विकल्पेन लिरिङ्ग् भवति. अनन्तरं 152 परं नित्यं भवति इति उदाप्योः तयोः. महोदय अत्र तत्र सूत्रेण एव तत्र निर्दिश्यते वा आ उतापयोः तत्र अभिविधिः इति वदामः खलु. आ इत्यस्य अभिविधिः अस्ति इति इत्युक्ते आ पाञ्चालदेशं तत्र दुर्भिक्षा वर्तते इति वाक्यमस्ति चेत् आ इति अभिविधिः अस्ति. तत्र आ इति कर्मप्रवचनीयशब्दः इति वदामः. आ इत्यस्य अर्थः अस्ति अभिविधिः अस्ति इत्युक्ते इट् केन् मीन् ऐदर् एक्स्क्लूसिव् आर् इन्क्लूसिव्. वेन् ऐ से आ पाञ्चालदेशं यावत् दुर्भिक्षा अस्ति इट् मीन्स् इट् कुड् मीन् द एण्टैरिटि आफ़् पाञ्चालदेश आर् इट् कुड् मीन् एक्स्क्लूसिव् आफ़् पाञ्चालदेश देर् इस् दुर्भिक्षा. हियर् आ इस् यूस्ड् एस् एन् एक्स्क्लूसिव् अभिविधिः in exclusive sense itikoye excluding utapyoho va is going to be carried forward iti va a उतापयोः इति अस्ति खलु. सो इत्युक्ते उतापयोः इति सूत्रं 152 मध्ये आगच्छति. तर्हि आ उतापयोः आ पाञ्चालदेशम् आदिनम् इति वदामः खलु, आ इति कर्मप्रवचनीयशब्दः, अत्र उपसर्गः नास्ति, कर्मप्रवचनीयः इति वदामः. वेर् यु डोण्ट् मेक् इट् इन् टु अ सिङ्गल् वर्ड्, यु डोण्ट् डु अ सन्धि देर्, दट् इस् कर्मप्रवचनीय. सो देट् अगेन् इट् हेस् अ सेम् मीनिङ्ग्, इट् मीन्स् एक्स्क्लूसिव् आर् इन्क्लूसिव्. हियर् इट् इस् यूस्ड् इन् द एक्स्क्लूसिव् सेन्स्, इत्युक्ते अण्टल् उतापयोः, इत्युक्ते एक्स्क्लूडिङ्ग् उतापयोः वा इस् गोयिङ्ग् टु बि एन् अनुवृत्तिः इति. वा आ उतापयोः, नाट् जस्ट् वा आ उतापयोः, वि आर् आल्सो गोयिङ्ग् टु केरि फार्वर्ड्. वाट् आर् वि गोयिङ्ग् टु केरि फार्वर्ड्? भूते लिङ् निमित्ते लृङ् वा क्रियातिपत्तौ, आल् आफ़् दीस् अनुवृत्तीस् वि आर् गोयिङ्ग् टु केरि फार्वर्ड् इति. सो इट्स् जस्ट् एन् अधिकारसूत्र, इट् डज़न्ट् हेव् एनि विधानम्. देर् इस् नो विधानं वित् दिस् सूत्र, बट् इट् इस् जस्ट् एन् अधिकारसूत्र वेर् इट् सेस् फ्रम् हियर् until one utapyo sutram, which is 152, which would be exclusive of utapyo, right? 152 itikte excluding 152 means until 151 we are going to have anuvrittiya va bhute ling nimitte ring va kriyatipato, all of these words are going to be carried forward iti adhikara sutram vakshati. अग्रे पठामः. विकल्पेन निवृत्तः इति थिङ्किङ्ग् देट् बिफोर् आल्सो 141 to 151 आल्सो निवृत्तः भवति इति अहं चिन्तितवान्. इट् इस् सेड् इट् इस् निवृत्तः, इट् इस् बीङ्ग् टोल्ड् एस् निवृत्तः इन् 152. सो अण्टिल् देन् इट् इस् देर्, बट् ओन्ली इन् 152, स्टार्टिङ्ग् फ्रोम् 152 इट् इस् निवृत्तः. धन्यवादः. अत्र बोध्यं यत् उदाप्योः संस्थयोर्लिङ् इत्यस्मात् पूर्वं यानि यानि सूत्राणि सन्ति तेषु केषुचित् लिङ् निमित्तं नास्ति, आधिक्येन भवति, किन्तु त्रिषु सूत्रेषु नास्ति. अतः तेषु यदो लिङ् निमित्तं नास्ति तदर्थं भूते चेत् तस्य प्रसक्तिः अपि नास्ति. अपि च ओदाप्योः इत्यस्मात् वा इत्यस्य अनुवृत्तिः अपि नास्ति. तदेव सरला भगिनी उक्तवती खलु, बिकास् द इनिशियल् सूत्रम् आलरेडि सेड् लिङ् निमित्ते. सो वेर् देर् इस् नो लिङ् निमित्तं, देन् दिस् एण्टैर् अनुवृत्ति आफ् वा आर् एनो भूते च आर् एनिथिङ्ग् रिलेटेड् टु लृङ् लकार इस् नाट् गोयिङ्ग् टु बि अप्लैड् देर्. ओन्लि वेर् वेर् वि हाव् लिङ् निमित्तं, तत्र एव वि आर् गोयिङ्ग् टु टाक् अबौट् लृङ् विधानम्. इफ् लिङ् निमित्तमेव नास्ति चेत् देन् वि आर् नाट् गोयिङ्ग् टु केरि फार्वर्ड् एनि आफ़् दीस् words, and we are going to skip probably those sutras, we'll skip the anuvrittis. Yeah, Uktavan, sarve sutrani sthapashyati karana ki iti dashatum chati yatra va bhutam animittam nasi tatra va va bhuta ityasya प्रसक्ति नागच्छति, लिङ्क् प्रसक्ति नागच्छति. यथा अधोभागे यत् सूत्रमस्ति गर्हायां लगति जाग्भोः, तत्र प्रथमं सूत्रमस्ति. यदा लिङ्ग् नास्ति तत्र लिङ्ग् नास्ति, तदेव उदापि नास्ति. आम् अन्य पठति वा अस्तु. गर्हायां लट् पिजात्वोः इति तृतीय अध्यायस्य तृतीयपादे चत्वारिंशत् अधिकम् एकशतं सूत्रं. गर्हा निन्दा इत्यस्मिन् अर्थे अपि च जातु इत्यनयोः योगे त्रिषु कालेषु लट् लकार भवति इति अपि मुख्यबिन्दुः अस्ति. त्रिषु कालेषु लट् लकार सिद्धान्तकौमुद्याम् आभ्यां योगे लट् स्यात् कालत्रये गर्हायाम्. अस्मिन् सूत्रे लट् लकारस्य विधानेन लिङ्गविषयबाधितः, अपि च यदा विधिलिङ्ग् इत्यस्य प्रसङ्गः न सङ्गच्छते, नाम लिङ्ग् निमित्तानि न सन्ति, तदा लिङ्ग् प्रसक्तिः अपि नास्ति एव. प्रसङ्गवशात् भूते लिङ्निमित्ते लिङ् वा इत्येषां पदानाम् अस्मिन् सूत्रे सम्बन्धः नास्ति। भविष्यति इत्यस्य अपि अनुवृत्तिः नास्ति। अतः कालसामान्ये त्रिषु कालेषु अयं लट् लकारः भवति। सामान्यतया वर्तमाने लट् तृतीयाध्यायस्य द्वितीयपादे त्रिविंशति अधिकम् एकशतं सूत्रम् इत्यनेन लट् लकारः वर्तमानार्थे भवति न तु कालसामान्ये। परन्तु अस्य सूत्रस्य प्रयोजनम् अस्ति तदैव प्रदर्शनार्थं यत् अस्मिन् विशिष्टप्रसङ्गे लट् लकारः विधीयते कालसामान्ये न तु केवलं वर्तमाने। काशिकायां निर्दिशनम् अस्ति अपि तत्र भवान् वृषलं याजयति जातु तत्र भवान् वृषलं याजयति। गर्हामहे अहो अन्यायम् एतत् यज् धातु त्यागार्थे यथा यज् शब्दे भ्वादौ यजति प्रेणार्थे याजयति। वृषलः शूद्रार्थे तत् शूद्रकृते समानत्यक्त इति अर्थ। त्रिषु कालेषु समानम् अत्यजत् त्यजति त्यक्षति इति। अपि च काशिकायाम् उक्तं लिङ्निमित्त अभावात् इह क्रियातिपतौ लृङ् न भवति। अपि च जातुश्च अपि जातु तयोरपि जात्वोः इतरेतरद्वन्द्व। गर्हायां सप्तम्यम् अन्तं लट् प्रथमा अन्तम् अपि जात्वोः सप्तम्यम् अन्तं त्रिपदमिदं सूत्रं धातोः प्रत्ययः परश्च इत्येषाम् अधिकार अनुवृत्तिसहितसूत्रं गर्हायाम् अपि जात्वोः धातो लट् प्रत्ययः परश्च। तो त्री त्री त्री 142 सूत्रमस्ति गर्हायां लट् पि जात्वोः। तस्य अर्थमस्ति गर्हायां गर्हा इत्युक्ते निन्दा लट् लकारस्य प्रयोगः भवति अपि अपि जातु इति द्वयं ये पदानि सन्ति तेषा तयोः योगे लट् लकारस्य प्रयोगः आगच्छति गर्हा अर्थे इति अस्ति। इदानीं लट् लकारस्य प्रयोगः गर्हा अर्थे सामान्यकाल ऐ मीन्स् त्रिषु कालेषु अपि तस्य योग लट् लकार एव प्रयोगः भवति। तस्य भूतकाले या भविष्यकाले इति अर्थं न आगच्छति। यतोहि वर्तमाने लट् इति वर्तमान अर्थे केवलं लट् लकारस्य प्रयोगः अस्ति किन्तु इति गर्हायां लट् अपि जातो तस्य अपवादः भवति कारणकि कालसामान्ये त्रिषु कालेषु अपि तत् लट् लकारस्य प्रयोगः भवेत् इति अस्ति गर्हाया गर्हा अर्थे तो अत्र लट् लकारस्य प्रयोगः भवति। अस्य उदाहरणं दत्तम् अस्ति काशिकायां भवान् वृषलं याजयति। सामान्यतया यज् धातु इति अस्ति पूजायां या किति हवन् यदि वयं कुर्मः तत्र यज् पदस् क्रियापदस्य प्रयोगः भवति किन्तु अत्र ग्रहाया अर्थे अस्ति। यदि ग्रहाया अर्थे अस्ति तस्य अर्थं भवति सम्मानत्यक्त त्यजनम् समानस्य त्यजनम् अस्ति अत्र। तो इति वृषल इत्यस्य अर्थमस्ति शूद्र। अस्मिन् वाक्ये केवलं यज् याजयति इति प्रेरार्थे यत् अस्ति रिच् प्रत्ययस्य योग प्रयोग अत्र केवलं महोदय उक्तवान् अस्मिन् वाक्ये एव यज् इत्यस्य अर्थमस्ति समानत्यक्तम् इति अस्ति। अपि त्रिषु अर्थेषु अस्मिन् भूतकाले अत्यजत् वर्तमानकाले त्यजति भविष्यत्काले त्यक्षति इति अर्थ आगच्छति अत्र यज् धातोः अर्थम् अस्मिन् वाक्ये इति अस्ति। अपि गर्हायाम् इति सप्तमी विभक्ति अस्ति इट् मीन्स् घरा अर्थे इति विषयसप्तमी भवति। लट् इति अपि तत्र सन्धि अस्ति लट् अपि तस्य जष्टं भवति अपि जात्वोः तत्र अपि जातु द्वयोः इतरेतरद्वन्द्व कृत्वा अपि जातु तयोः अपि जात्वोः इति भवति अनुवृत्तिसहितसूत्रमस्ति गर्हायाम् इति गरायाम् इत्युक्ते निन्दार्थविषये इति सप्तमी विभक्ति अपि जात्वोः इति सप्तमी द्विवचनम् अस्ति इति भवति सप्तमी द्विवचनमस्ति षष्टि षष्टिः अस्ति साधु स्थाने अस्ति साधु अपि जातोः भगिनि परनिमित्तं भवति साधु अपि जातु अपि जातोः इति अपि अत्र परनिमित्तं नास्ति भगिनि अत्र तु किम् अस्ति विवक् तत्र सति प्रयोगे सति इति सति सप्तमी स्वीकर्तुं सप्तमी अस्तु अस्तु धातो इति पञ्चमी भक्ति भवति तस्य परे लट् इति प्रथमा भक्ति विधानम् अस्ति प्रत्ययपरश्च तस्य अधिकारः अस्ति अपि विषयसप्तमी अपि जातोः इति सति सप्तमी सप्तमी अस्तु लट् इति प्रथमा प्रथमा अस्ति विधानमस्ति अपि अत्र इति स्पष्टं कृतमस्ति अस्मिन् सूत्रे कोऽपि लिङ्निमित्तं नास्ति लिङ्निमित्तं नास्ति अतः अपि भूते च वा इति इत्यस्य अपि प्रयोगः नास्ति भविष्यत्कालस्य प्रयोगः नास्ति अतः लिङ्निमित्तमपि न भवति इति काशिकायां दत्तमस्ति यतोहि कथम् अस्मिन् प्रकरणे आगच्छति इति सूत्रं महोदय उक्तवान् इति न जानामि इति वदन् त्रीणि सूत्राणि इति कथम् अत्र दत्तमस्ति प्रथमसूत्रमस्ति गर्हायां विवक्षायां अपि जात्वोः सत्योः धातोः परे धातोः परे धातोः उत्तरस्य न धातोः धातुतः इति खलु धातोः उत्तरस्य लट् इति प्रयोगः भवति लट् लट् विधानम् अस्ति अपि जात्वोः इत्युक्ते अव्ययपदं भगिनि किं भगिनि अपि जातु गर्हार्थे अपि प्रयुज्यते इति अनेन ज्ञायते जातु पदम् अपि जातु इति इत्येषाम् अनेकाः अर्थाः सन्ति सन्ति अत्र तु निन्दार्थे यदा प्रयुज्यते उदाहरणार्थम् अपि तत्र भवान् वृषलं वृषलं याजयति इत्यत्र अस्ति इत्युक्ते तेन वृषलेन यज्ञं कारयति भवान् इति निन्दार्थे प्रयुज्यते चेत् तदा तु अपि इति तत्र अपि भवती न पठितवती परीक्षार्थे इति पृच्छामि खलु जातुः भवती न पठितवती किम् इति प्रष्टुं शक्नोमि खलु तदा निन्दार्थे यदा प्रयुज्यते तत्र अहो एवं जातम् इति तत्र अस्ति खलु ओ किम् अस्ति इति देव किम् अस्ति इति तत्र वदामि तत्र तु अपि जातु इति निन्दार्थे यदा प्रयुज्यते तथा लट्लकारः एव भवति त्रिषु कालेषु अपि काले अपि कारयिष्यति नो चेत् अधुनापि कारयति याजयति इति अर्थः कालस्य निर्णयः अनेन न तत्र यत्र पुनः यत्र कालस्य निर्णयः आवश्यकः तदा तु मया पृथक् वक्तव्यम् अपि तत्र भवान् वृषलं याजयति ह्यः इति वक्तव्यं नो चेत् श्वः नो चेत् परश्वः इति समयस्य उल्लेखनं मया कर्तव्यं भवति पृथक् कर्तव्यं भवति भगिनी जातु पदस्य कोशके अर्थं दत्तमस्ति परहाप्स् possibly sometimes once तत्र तु कदाचित् इति अमरकोशे अर्थः अस्ति किन्तु तस्य गर्हः अपि अर्थः अस्ति इति उक्तमस्ति शब्दसागरे तत्र गर्हायामपि भवति इति ओके गर्हायामर्थे अपि जात्वोः गर्हायां विवक्षायाम् अपि जातु च धातु जातु च अपि जातोः इति भवति खलु अपि जातोः प्रयोगे सति प्रयोगयोः सति इति भवति सत्सु क्षम्यतां सत्योः इति भवति सति सप्तमी अस्ति सो वेन् इट् इस् बीङ्ग् यूस्ड् यदा अपि च जातु पदस्य प्रयोगः भवति तदा इति अर्थः सति सप्तमी प्रयोगकाले इति तावत् खलु भगिनि वदतु भगिनि अर्मा भगिनि मया न अवगतं गर्हार्थे यत्र किम् इत्युक्ते भगिनि गर्हा निन्दा इति समानार्थकौ स्थल सन्ति खलु निन्द्र निन्दार्थे ऐ केन् से मल्टिपल् वर्ड्स् फार् निन्दार्थे उदाहरणार्थं तत्र किम् अस्ति तत्र निन्दार्थे गर्हार्थे पूर्वमपि अस्माभिः पठितं खलु निन्दार्थे गर्हार्थे वा पदानि धातुविषये भगिनि धातु अपि निन्दार्थः अस्ति किं वृत्तेः इत्यस्मिन् वयं पठितवन्तः गर्हायाम् इति लकारे वयं दत्तवन्तः तत्र किं वृत्तः इति तत्र किं भवति किं वृत्तम् इति तत्र तादृशपदं प्रयुज्यते गर्हा इत्यस्मिन् अर्थे उदाहरणार्थं किं पदं प्रयुज्यते किम् इत्युक्ते कतरः कतमः इति कः शब्दस्य पदं प्रयुज्यते गर्हार्थे प्रयुज्यते किं हरिः निन्देत् कः हरिः कः हरिं निन्देत् कतरः हरिं निन्देत् इति गर्हार्थे प्रयुज्यते खलु कः हरिं निन्दिष्यति इति तत्र तु किं शब्दः गर्हार्थे प्रयुज्यते तथा एव अपि इति पदम् अपि इत्यस्य अनेके अर्थाः सन्ति खलु एण्ड् इति समुच्चयार्थे अपि प्रयुज्यते किन्तु अत्र तु समुच्चयार्थे नास्ति अत्र अपि इत्यस्य केवलम् इट् इस् जस्ट् यूस् एस् एन् इण्डिकेटर् टु से ओके ऐम् एल्लिङ्ग् अट् यू आर् ऐम् यु नो ऐ एम् सेन्सरिङ्ग् यू इति अस्ति अर्थः अपि भवति किं न वदति मया सह किं भाषणं न करोति इति पृच्छ वदामि चेत् देर् ऐ एम् कैण्ड् आफ़् सेन्सरिङ्ग् यू सो इट् इस् नाट् यूस्ड् एस् भवती अपि न वदति इति अर्थः नास्ति यु आर् आल्सो नाट् टाकिङ्ग् इति अर्थः नास्ति भगिनि आदौ वक्तव्यम् अपि भवति किमर्थं न तत्र वदति इति वदामि चेत् तत्र तु निन्दार्थे अस्ति भगिनी अपि इति साधु भवति वा वधू श्वश्रूं याजयति अपि वधू श्वश्रूं याजयति याजयति आम् वधूः श्वश्रूं याजयति अपि इति प्रयोगं प्रयोगम् आदौ कर्तव्यम् आम् जातु तथैव तत्र रीत्या जातु इति आदौ प्रयुज्यते चेत् जातु भवती किमर्थं मया सह सम्भाषणं न करोति इति वदामि चेत् तत्र तु अहं निन्दार्थे प्रयोगं करोमि इति अर्थः अस्ति सेन्सरिङ्ग् यू इति अवगतं वा अवगतं तत्र वट्लकार खलु किं किं भगिनि भगिनि योगे आभ्यां योगे अस्मं किं भगिनि आभ्याम् आभ्याम् इति द्वाभ्याम् आभ्याम् इति द्वाभ्याम् इति अर्थः अस्मिन् इति पदमस्ति खलु अधः शब्दस्य सप्तमी तत्र तृतीया विभक्ति द्विवचने आभ्याम् इति भवति अधः शब्दः अस्ति खलु अयम् इमौ इमे इमान् इति शब्दाः भवन्ति खलु तथैव स्त्रीलिङ्गे तु इयम् इति भवति इयम् इमे इमाः इति नपुंसकलिङ्गे इदं भवति तादृश शब्दस्य तत्र तृतीया विभक्ति द्विवचने आभ्याम् अमुश् अमुम् अमु शब्दः वा अदश् शब्दः वा अम्मु अम्मु अस्ति शब्दः एव अस्ति खलु अमु इति भवति खलु एकनिमिषं पश्यामि सर्वनाम शब्द अदर् शब्दः एव तत्र अभूभ्याम् अमूभ्याम् इति भवति भगिनि अत्र तु इदं शब्दः एव आभ्याम् इदमेव भगिनि अयम् इमौ इमे इमम् इमौ इमान् अनेन आभ्याम् एभिः अस्मे आभ्याम् एभ्यः अस्मात् आभ्याम् इत्युक्ते द्वाभ्याम् एताभ्याम् इति अर्थः एताभ्यां योगे तत्र लट्लकारस्य भवति इति अन्यप्रश्नापि भगिनि सामान्य वर्तमाने लटितया लट्लकारविधीयते न तु कालसामान्ये कालसामान्येन इत्युक्ते त्रिष्वपि यत्किमपि कालं भवतु बहु भविष्यत्कालं वा भूतकालं वा भवतु तत्र वर्तमानकालं वा भवतु कालविशेषः नास्ति इट्स् नाट् बेस्ड् आन् वेदर् इट् इस् वर्तमानकाल आर् तत्र विशिष्टेन तत्र प्रयोगः नास्ति किन्तु सामान्येन प्रयोगः यत्किमपि कालं भवतु लट्लकारस्य प्रयोगः इति लट्लकारस्य प्रयोगः एव कर्तव्यः वि के नाट् यूस् इट् वित् लङ्लकारः ऐ केनाट् से अपि तत्र भवान् वृषलम् अयाजयत् इति न वक्तुं शक्यते मया बिकास् तत्र तु लङ्लकारः भवति खलु अपि इति गर्हार्थे यत्र मया प्रयुज्यते तत्र तु लङ्लकारः वा वृट्लकारः यक्ष तत्र याजयिष्यति इत्यपि न प्रयोक्तुं शक्यते ऐ केन् ओन्लि से याजयति अनेन सूत्रेण अन्य तत्र किमपि वक्तव्यं वा अन्येन तावत्पर्यन्तं कृतवान् तर्हि विरमामः वा अस्तु धन्यवादः शुभरात्रि सर्वेषां धन्यवादः धन्यवादः नमस्कारः